गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् शब्दखण्डे स्मः तत्रापि शाब्दबोधः कथं जायते इति अस्माभिः अवगतं तदनन्तरं प्रकृतिप्रत्ययविचारः इत्यत्र स्मः तत्र प्रकृतिविचारः कृतः प्रकृतिः धातुप्रकृतिः नामप्रकृतिः इति द्विधा विभक्तः अस्ति क्रियां बोधयति धातुप्रकृतिः नामप्रकृतिस्तु अन्यत् सर्वं बोधयति तत्र पुनः नामप्रकृतिः विशेषणबोधिका विशेष्यबोधिका इति द्विधा विभक्ता तत्रापि विशेषणबोधिका प्रकृतिः क्रियाविशेषणं तद्भिन्नम् इत्यपि तस्य प्रभेदाः अस्माभिः दृष्टाः तदनन्तरं धर्मबोधकप्रत्ययः प्रत्ययः पुनः द्विधा विभक्तः धर्मबोधकप्रत्ययः धर्मिबोधकप्रत्ययः इति तत्र सुप्रत्ययः तिङ्प्रत्ययः धर्मबोधकप्रत्ययः अपि च कृत्प्रत्ययः तद्धितप्रत्ययः धर्मिबोधकप्रत्ययः इति अस्माभिः अधीतम् सप्तविधप्रत्ययाः सन्ति तेषु चत्वारः प्रत्ययाः एतादृशं विभक्ताः सन्प्रत्ययस्तु धातुप्रकृतिं ददाति सनाद्यन्ताः धातवः इति सूत्रेण इति कृत्वा सन्प्रत्ययाः धातुप्रकृतौ अन्तर्भूताः भवन्ति तदनन्तरं विकरणप्रत्ययः स्त्रीप्रत्ययः इति एतयोः प्रत्ययोः स्वयम् अर्थः नास्ति इति कृत्वा प्रायः पदसंज्ञा एव तेषां न लभ्यते केवलं रूपसिद्ध्यर्थम् एतयोः प्रत्ययोः उपयोगः व्याकरणलोके इति अधीतं तदनन्तरं कारकपदार्थः नैयायिकसम्मतः तर्हि कारकम् इति पदम् यत् वैयाकरणैः प्रयुज्यते तत् नैयायिकाः अपि अङ्गीकुर्वन्ति किन्तु किञ्चित् भेदः क्रियते नैयायिकाः नैयायिकैः कः भेदः इति चेत् वैयाकरणमतानुसारं क्रिया अन्वयित्वं कारकत्वं क्रियान्वयीकारकं क्रियान्वयं कारकम् अथवा क्रियान्वयित्वम् अन्वयित्वं नाम सम्बन्धत्वं क्रियया सह सम्बन्धः यस्य भवति स च सम्बन्धः कर्तृरूपेण वा कर्मरूपेण वा करणरूपेण वा सम्प्रदानरूपेण वा अपादानरूपेण वा अधिकरणरूपेण वा भवतु किन्तु क्रियया सह सम्बन्धः अस्ति चेत् तत् कारकम् इति वैयाकरणाः वदन्ति किन्तु नैयायिकाः किं वदन्ति इति चेत् तत्र क्रिया जनितुं या योग्यता अस्ति सा योग्यता एव कारकम् इति वक्तव्यम् यदि साक्षात् कर्तरि कारकत्वं कल्पयामः तदा ग्रामस्य प्रापणानन्तरमपि तत्र कर्ता अस्ति एव इति कृत्वा पुनः सः गम्येत किन्तु न गच्छति किमर्थम् इति चेत् योग्यता इदानीं नास्ति इति कृत्वा इति परिष्कृतं तत्र कर्मत्ववर्णनं अपि अस्माभिः दृष्टम् तत्र किमधीतम् इति चेत् तत्र अकर्मकदातवः के सकर्मकदातवः के कर्मम् अधिकृत्य एव अकर्मकदातवः सकर्मकदातवः इति द्विधा विभक्तः खलु तत्र यदि केवलं व्यापारमेव एकस्य धातोः भवति चेत् तादृशधातुः अकर्मकधातुः किन्तु यत्र तत्र फलम् अस्ति यस्य धातोः तादृशफल आश्रयत्वम् एव कर्मत्वम् इति भवति तर्हि तत्र व्यापार व्यापारत्वं बोधयति अपि च फलाश्रयत्वम् अपि बोधयति चेत् तदा तत्र सकर्मकधातुः इति भवति संयोगादिरूपफलजन्यव्यापारबोधकत्वं सकर्मकत्वम् इति उक्तम्। अत्र व्यापारत्वम् इति प्रायः न वक्तव्यं, किमर्थमिति चेत् व्यापारः भवेदेव। तर्हि असाधारणधर्मः कः इति चेत् संयोगादिरूपफलजनकव्यापारबोधकत्वं सकर्मकत्वम् इति अधीतम्, तावत् प्राप्तं। तर्हि कर्म करणत्वं नाम किम् इति अधीतम् अस्माभिः इदानीं, क्षम्यतां, कर्मत्वं किम् इति अधीतम्, इदानीं करणत्वम् इति आरम्भणीयम्। 302 इत्यत्र करणत्वविवर्णनम् इति आरभ्य पठनीयमस्ति। अस्तु, मिहुल् महोदय आरब्धं करोतु। नमस्कारः। करणत्वादिवर्णनम्, एकत्र कर्मस्थले योग्यत्वम् एव क्रियासम्बद्धि, अत एव कर्मत्वम् एव कारकम् इति निर्णये, अन्यत्रापि योग्यत्वम् एव कारकम् इति वर्ण्यते, यथा दण्डेन ताडयति रासभम्। अत्रापि तड्धातोः सकर्मकत्वात् तादृशः अर्थः वक्तव्यः येन तद्विशेषणं रासभे भवेत्। अस्तु, अतः रासभः कर्म, तत्र च पूर्वोक्तं कर्मत्वकारकम्, तस्य ताडनस्य उपायः साधनं वा भवति दण्डः, तादृशताडनसाधनत्वं भवति क्रियासम्बन्धि, अतः दण्डेन इति तृतीयया दण्डनिष्ठं साधनत्वं करणत्वं बोध्यते इति आगतम्। अस्तु, अत्र तर्हि यथा वैयाकरणरीत्या साधनम् अक्रियायाः यः साधनमस्ति तदेव करणम् इति तत्रापि अस्ति, अत्रापि योग्यता यस्मिन् अस्ति तदेव कर्मकारकविधायसूत्रं किं विधायकसूत्रं कर्तुस्करणो तृतीया इति न तत्तु विभक्तिविधायकसूत्रं करणसंज्ञाविधायकसूत्रम्। साधकतमं करणं सत्यं, साधकम् इत्यनेन किम् उच्यते इति चेत् साधनमेव उच्यते, येन साध्यते तत् साधनं, साध्यते अनेन इति साधनम् इति व्युत्पत्तिः। साधकतमं करणम् इति नैयायिकाः वदन्ति, तादृशमेव क्षम्यतां वैयाकरणाः वदन्ति, तादृशमेव नैयायिकाः अपि वदन्ति। अस्तु, बोधयतु महोदय अग्रे। अत्र उदाहरणमस्ति दण्डेन ताडयति रासभम् इति, तर्हि अत्र ताडयति इति तस्मिन् क्रियापदे तड् इति धातुः अस्ति, तत् सकर्मक तत् सः सकर्मकः धातुः अस्ति, तर्हि तादृशः अर्थः वक्तव्यः येन तद्विशेषणं रासभे भवेत्। तर्हि तस्य अर्थः किं भवति, कस्य सकर्मकात् तादृशः अर्थः वक्तव्यः येन तद्विशेषणं रासभे भवेत् इति? तद्धातुः सकर्मकः, तर्हि विशेषणं रासभे भवेत् इत्यनेन किम् उक्तमस्ति इति न जाने। अत्रापि तड् धातोः सकर्मकत्वात्, अत्र किमर्थं सकर्मकत्वं तड् धातोः? यथा पूर्वे संयोगादिरूपफलजनकव्यापारबोधिका इति सकर्मका इति उक्तं, तथा तादृशं व्यापारबोधकत्वम् इति उक्तं खलु, तर्हि ताडने अपि संयोगजनकमस्ति खलु? सत्यं सत्यं, रासभे संयोगः जायते ताडनेन, रामः दण्डेन रासभं ताडयति इत्यस्मिन् वाक्ये ताडनक्रियायाः फलं फलाश्रयत्वम् अस्ति। फलं किम् इति चेत् संयोगजनं, संयोगः एव फलं, संयोगः एव फलं, तस्य आश्रयः अस्ति रासभः, तर्हि इदानीं प्रश्नः उदेति स च संयोगः कथं जातम् इति. पूर्वस्मिन् उदाहरणे रामः लड्डुकं खादति इत्यत्र करणं किम्? करणं तु नास्ति एव तत्र. हा, किमर्थं तत्र नास्ति? तत्रापि संयोगः अस्ति, संयोगः जायते. सत्यं. कर्मत्वं तत्र अकर्मकधातुः अस्ति. न न, लड्डुकं, रामः लड्डुकं खादति इत्यत्र खादुधातुः सकर्मकधातुः अस्ति. किं खादति? लड्डुकं खादति, अतः लड्डुकमिति कर्म सकर्मकः एव. परन्तु संयोगः वाक्ये करणं किं? केन खादति सः? हस्तेन इति अथवा मुखेन इति. हस्तेन, हस्तेन खादति इत्युक्ते खादुधातोः अर्थः यदि गलविवरणसंयोगः तत्र फलम् इति वदामश्चेत् तत्र हस्तेन स्थाल्यात् अत्र हस्तेन लड्डुकं गृहीत्वा मुखे स्थापयति खलु. तर्हि रामः हस्तेन लड्डुकं खादति इति तत्रापि वक्तुं शक्यते, किन्तु हस्तः रामस्य अवयवः इति कृत्वा तत्र न उक्तम्. रामः स्वेन लड्डुकं खादति, स्वयमेव लड्डुकं गृहीत्वा खादति. तर्हि रामः स्वेन लड्डुकं खादति. यदि मातुः माता खादयति इति चिन्तयतु, तदा किं भवति? तदा मातुः हस्तेन खादति इति अपि भवितुं. मातुः हस्त इति यदि इदानीं माता एव मातरम् एव साधनत्वेन स्वीकरोतु. अस्तु, तर्हि मात्रा लड्डुकं खादति. उत्तमं, रामः मात्रा लड्डुकं खादति इति भवति खलु. इत्युक्ते रामः लड्डुकं खादति इत्यत्र यः कर्ता अस्ति सः स्वयं करणमपि अस्ति. अस्तु, यदि इदानीं प्रकृत उदाहरणे रामः दण्डेन रासभं ताडयति इत्यत्र यदि दण्डम् अस्वीकृत्य केवलं हस्तेन ताडयति इति चेत् वाक्यं कथं भवति? रामः रासभं ताडयति इति भवति. हा, पश्यतु, रामः रासभं ताडयति इति वदामश्चेत् स्वेन ताडयति इत्युक्ते स्वहस्तं वा पादं वा किमपि उपयुज्य रामः एव अत्रापि करणं भवितुमर्हति. किन्तु यदि दण्डं स्वीकृत्य अत्र ताडयति, ताडयति नाम किं, संयोगं जनयति, तदा अत्र दण्डस्य करणत्वसंज्ञा भवति. तदेव अत्र लिखितमस्ति, अत्रापि तड् धातोः सकर्मकत्वात् तादृश अर्थः वक्तव्यः येन तद्विशेषणं रासभे भवेत्. इत्युक्ते कर्मत्वं रासभे सम्पादनीयम् इति अत्र उक्तम्. अतः रासभः कर्म. तत्र च पूर्वोक्तं कर्मकारकत्वं कारकम्. सत्यं सत्यम्. अस्तु अस्तु, तर्हि अत्र कर्मत्वम् इति एव रासभस्य विशेषणं भवति. हा, सत्यम्. यतोहि तड्धातु इति सकर्मकः अस्ति अतः. हा, कर्मत्वं कुत्र अस्ति? रासभे अस्ति खलु. अतः कर्मत्वविशिष्ट, अतः एव तत्र अम् इति प्रत्ययः योजयते, योजयामः रासभ योगः अम्. अम् इति कर्मत्वम्, अम् इति पदस्य अर्थः कर्मत्वं. स च कर्मत्वं कुत्र अस्ति? रासभे अस्ति इति कृत्वा कर्मत्वविशिष्टरासभः जातः इदानीम्. उत्तमम्, अतः एव तद्विशेषणं कर्मत्वं रासभे भवेत्. अग्रे, अतः रासभः कर्म, तत्र च पूर्वोक्तं कर्मत्वकारकम्. अत्र अम् इत्यनेन कर्मत्वकारकम् इति रासभे अस्ति, अतः रासभम् इति पदं वाक्ये प्रयोज्यमस्ति. तस्य ताडनस्य उपायः साधनं वा भवति दण्डः, अस्तु समीचीनं. तादृशताडनसाधनत्वं भवति क्रियासम्बन्धि. अस्तु, तर्हि ताडनक्रियायाः या सह क्रियया सह सम्बन्धः अस्ति दण्डस्य, अतः दण्ड इति साधनं क्रियासम्बन्धि भवति. अतः तस्य तृतीया इत्यनेन दण्डनिष्ठसाधनत्वम् उक्तमस्ति दण्डेन इति पदेन वाक्ये. अतः एव तदेव करणत्वं बोध्यते, दण्डेन इति करणत्वं बोध्यते. तर्हि दण्डे तद्विशेषणं करणत्वविशेषणं, राशभे कर्मत्वविशेषणम्. अस्तु, अग्रे गमनात् पूर्वं किञ्चित् इतोपि चिन्तनं कुर्मः, मनसि आगतम् इति कृत्वा. तर्हि इदानीम् अकर्मकधातुम् एकं स्वीकृत्य प्रथमं वाक्यं वदतु, यं कमपि अकर्मकधातुं बालकः हसति. अस्तु, बालकः हसति इति वाक्यं, तर्हि तत्र अत्र करणं वक्तुं शक्यते किम्? प्रायः किमपि श्रुत्वा, अन्यथा किमपि दृष्ट्वा हसति चेत् तत् कारणं करणं भवितुमर्हति वा? वाक्यं चित्रं रचयितुं प्रयत्नं करोतु. बालकः चलनचित्रेण हसति, चलनचित्रं दृष्ट्वा हसति, अथवा अत्र पश्यतु चलनचित्रं दृष्ट्वा हसति इति भवता उक्तम्. आम् आम्, तर्हि तत्र तृतीया न भवति. चलनचित्रं दृष्ट्वा इत्यत्र चलनचित्रम् अपि च दर्शनक्रिया अनयोः मध्ये एव सम्बन्धः. आम् आम्, अन्यथा बालकः विदूषकेन हसति इत्यपि भवितुमर्हति खलु, बालकः विदूषकेन हसति. न, विदूषकेन हसति इत्यत्र अस्तु, अन्ये अपि चिन्तयन्तु. मम आशयः अस्ति वाक्यं श्रोतव्यं मया यत्र अकर्मकधातुः प्रयुक्तः अस्ति किन्तु तत्र करणमपि प्रयुक्तमस्ति इति. तादृशवाक्यं लभ्यते चेत् कृपया उच्यन्तु, वदन्तु. अस्तु, इत्युक्ते अहं किं वक्तुमिच्छामि, सकर्मकधातोः एव करणं भवति वा? हेतुः भवति, हेतौ इति सूत्रेण हेतुः तु भवत्येव, किन्तु करणं भवति वा इति चिन्तनीयम्. एतावत्पर्यन्तं तादृशचिन्तनं मया न कृतं, किन्तु प्रसङ्गात् तत्र चिन्तनम् आगतम् इति कृत्वा चिन्तयेम. अस्तु, तर्हि करणत्वं बोध्यते इति आगतं, तर्हि अत्रापि कारकं योग्यता एव. क्रिया जनक अथवा क्रियान्वययोग्यता एव. यदि योग्यता अस्ति तावत्पर्यन्तमेव अत्र कारकत्वं भवति दण्डे. अत्र मृदु दण्डः अस्ति चेत् तेन ताडनं न भवति, किमर्थम् इत्युक्ते दण्डः योग्यः नास्ति, अतः तादृशं भवितुमर्हति. अस्तु, न, तत्र इतोपि किञ्चित् चिन्तनीयं महोदय. अत्र योग्यता इत्युक्ते तादृशयोग्यता नास्ति. अस्तु, तादृश रामः ग्रामं गच्छति इत्यत्र ग्रामे यदा ग्रामः प्राप्तः तदा योग्यता नास्ति इति उक्तं खलु. सत्यं, 300 पेज् मध्ये तदेव उक्तम्. यदि चैत्रः कश्चन ग्रामं प्राप्तः न स पुनः तं ग्रामं गन्तुं प्रभवति अतः यदा चैत्रः तं ग्रामं न प्राप्तः तदा सः ग्रामः गमनयोग्यः, प्राप्त्युत्तरं तु अयोग्यः इति उक्तम्। इत्युक्ते तत्र ग्रामे बहूनि शिलाखण्डानि सन्ति, तादृशग्रामं गन्तुम् अयोग्यम् इति कृत्वा योग्यत्वं वा अयोग्यत्वं वा न उक्तम्। तर्हि योग्यत्वं कथं जायते अथवा अयोग्यत्वं कथं जायते, मेहुल् महोदय भवानेव वदतु। योग्यत्वम् इत्युक्ते अत्र तस्मिन्नेव उदाहरणे अत्र क्रिया कर्तुं शक्तिः नास्ति, तदा एव योग्यता नास्ति इति वदेम। अन्यथा अत्र अस्मिन् उदाहरणे तु ग्रामे एव अस्ति, अतः पुनः न योग्यत्वं कथं निर्णीयते? ग्रामं दृष्ट्वा निर्णीयते वा अन्यत् किमपि दृष्ट्वा निर्णीयते वा? कर्ता दृष्ट्वा निर्णीयते खलु, कर्तारं दृष्ट्वा, कर्तारं यः क्रिया करोति क्रियां करोति अस्तु तं दृष्ट्वा। तर्हि कर्तरि किं दृष्ट्वा निर्णीयते? तर्हि क्रिया कर्तुं शक्तिः अन्यथा बुद्धिः यत्किमपि आवश्यकमस्ति तदस्ति वा न वा इति दृष्ट्वा। न इतोपि स्पष्टतया वक्तव्यं, भवान् तु समीचीनतया चिन्तयति, समीचीनरीत्या चिन्तयति, किन्तु अत्र पारिभाषिकशब्दः वक्तव्यः। क्रिया केन जायते? कृति इति वा महोदय? उत्तमं, हा कर्तरि, हा कृत्या ज्ञानात् क्रिया इच्छा जायते, इच्छया कृतिः जायते, कृत्या क्रिया जायते खलु। तर्हि यदा चैत्रः ग्रामं प्राप्तः तदनन्तरं चैत्रे विद्यमानकृतिः नश्यति। कृतिः नष्टा इति कृत्वा क्रिया न जायते, क्रिया न जायते इति कृत्वा ग्रामस्य क्रियया सह सम्बन्धः भवितुं योग्यता नष्टः जातः। बुध्यते किम्? अतः एव अत्र धर्मबोधकप्रत्ययः इत्यत्र ति इति प्रत्ययः, स्पृशति इत्यत्र ति इति प्रत्ययेन किं स्वीकर्तव्यम् इति चेत् अत्र पश्यतु, तिङ् प्रत्यय उदाहरणं तु गच्छति इति स्थले विद्यमानः ति इति प्रत्ययः, अयं ति प्रत्ययः आत्मनिष्ठां कृतिं बोधयति। अतः एव अत्र यावत्पर्यन्तं ग्रामः न प्राप्तः तावत्पर्यन्तं चैत्रः ग्रामं गच्छति, यदा ग्रामः प्राप्तः तदनन्तरं ति प्रत्ययं न योजयामः खलु। सत्यं, किं किं वक्तव्यं तत्र? सत्यं, प्राप्तम् इति लङ् लङ् उपयुज्य वदतु। अगच्छत्, अगच्छन् इति तु सत्यम्, अगच्छत् रामः ग्रामम् अगच्छत्, अगच्छत् इत्येव पदं प्रयोगं कुर्मः, न तु गच्छति इति। किमर्थम् इति चेत् अत्र ति प्रत्ययः न भवति, किमर्थम् इति चेत् ति प्रत्ययः कृतिं बोधयति खलु। सत्यम्, किन्तु अत्र अगच्छत् इत्यत्रापि ति प्रत्ययः अस्ति, लङि तस्य परिवर्तनं भवति, किन्तु यदा लङ् इति वदेम इदानीमपि अत्र तिप्रत्ययः कृतिमेव बोधयति, किन्तु भूतकालकृतिं बोधयति, क्रियासम्बन्धः अस्ति परन्तु कालभिन्न अस्ति। हा भूतकालकृतिं तत्रापि कृतिमेव बोधयति, किन्तु भूतकालकृतिं बोधयति इति कृत्वा इदानीन्तनकाले कृतिः नास्ति इति कृत्वा ग्रामः ग्रामे अयोग्यता जाता। किमर्था किम् इति चेत् अत्र योग्यता निर्णेतुं किं चिह्नम् इति चेत् ग्रामे लेट् अस् से दट् द विलेज् इस् एक्स्ट्रीम्लि वित् थार्न्स् अण्ड् बुशस् अण्ड् स्टोन्स् अण्ड् एव्रिथिङ्ग् दट् कैण्ड् आफ् विलेज् वी केनाट् गो इस् दट् इस् नाट् दि ऐडिया. अत्र कर्तरी विद्यमानकृति नष्टा इति कृत्वा ग्रामं ग्रामे कर्मत्वं भवितुं योग्यता अपि नष्टा. एवम् अत्र इदानीं वदतु महोदय, प्रकृतविषये वदतु, करणत्वे किं वक्तव्यम्? अत्रापि तर्हि अत्र दण्डे ताडनक्रियां कर्तुं योग्यता अस्ति, अतः एव तस्य तत् कारणं भवति. सा योग्यता भवति कियत्पर्यन्तम्? कियत्पर्यन्तम् इत्युक्ते रामः यत् हस्ते धारयति तावत्पर्यन्तम् इति मन्ये. न, कृतिः यावत्पर्यन्तं कृतिः अस्ति रामे तावत्पर्यन्तं दण्डे योग्यता अपि भवति. भवति, सत्यं. यावत् कृतिः अत्र अत्र दण्डे विद्यमा दण्डस्य स्वरूपे योग्यता इति न चिन्तनीयम्. इत्युक्ते तत्र गभीरदण्डः अथवा लघुदण्डः वा, इस् इट् अ थिन् स्टिक् आर् आर् अ हेवी स्टिक्, तादृशम् अत्र न चिन्तनीयं योग्यतार्थम्. अस्तु अस्तु. रामे यावत्पर्यन्तं कृतिः अस्ति, कृतिः कियत्पर्यन्तं भवति? यावत्पर्यन्तम् इच्छा अस्ति. इच्छा अस्ति, सत्यं. तर्हि इच्छायां नष्टायां कृतिः नश्यते, क्रियामपि नश्यति. तदनन्तरं कृतिः नश्यते चेत् क्रिया अपि नश्यति. कियत्पर्यन्तं तर्हि दण्डे योग्यत्वमस्ति इति चेत् यावत्पर्यन्तं रामे कृतिः अस्ति तावत्पर्यन्तम्. He can, if he desires so, he can take a very slender stick also and beat the Rasabha. That doesn't matter. Astu. Uttama chintanam. Tarhi idanim api prashnaha asmakam purataha asti. Akarmaka dhatoho prayoge atra karanam tadrusha vakyam asti va iti sarve chintayantu. Idanim agre gacchema. Dhanyavada mahodaya. अग्रे सत्यभामा भगिनी पठति किं वृक्ष स्थाल्यां पचति इति. आं महोदय, स्थाल्यां पचति इति अधिकरणकारकस्य उदाहरणम्. अत्र हि पाकक्रियाधिकरणं भवति स्थाली इति तन्निष्ठम् अधिकरणत्वं क्रियाकारकं तद्बोधनाय च सप्तमी. इदानीम् अधिकरणकारकत्वविषये चिन्तनं. पाकक्रिया सम्बन्धी अधिकरणकारकत्वं स्थाल्याम् इति उक्तमस्ति. कथम् आगतम् इति सप्तम्याम् उक्तम् इति कृत्वा अधिकरणकारकम् इति वा, अथवा पाकक्रियायाम् इदानीं योग्यता अस्ति भगिनी? यदापि व्याकरणे वा न्याये वा सप्तम्याम् उक्तम् इति कृत्वा कारकत्वम् इति यदा कदापि न चिन्तनीयं. तत्तु व्याकरणे अपि आधारोऽधिकरणम् इति संज्ञासूत्रं खलु. अधिकरणे सप्तमी, अधिकरणे सप्तमी. यदा अधिकरणसंज्ञा भवति तदा तस्य सप्तमी विभक्तिविधानम् अधिकरणत्वं बोद्धुम्. व्याकरणे अपि एतादृशमेव, न्याये अपि एतादृशमेव. पूर्वं संज्ञाविधायकं तदनन्तरं विभक्तिविधायकं वा? सत्यं. तर्हि किन्तु वयम् अत्र बाल्यस्तरे कथम् अस्माभिः अधीतम् इति चेत् अत्र विभक्तिः का इति दृष्ट्वा ओ सप्तम्याम् अस्ति तर्हि अत्र अधिकरणत्वम् इति तादृशचिन्तनम् अस्माभिः कृतम् अभ्यस्तमपि. किन्तु तद् असमीचीनमस्ति. बाल्यस्तरे तद् भवितुमर्हति, किन्तु कारकत्वं प्रथमं वक्तव्यं, तदनन्तरं कारकस्य उचितविभक्ति वक्तव्या. अस्तु, तर्हि इदानीं वदतु अत्र अत्र किमस्ति इति वदतु. अधिकरणत्वं कुत्र अस्ति? स्थाल्यामस्ति. हा, तत्र कारकत्वं कथं प्राप्तम्? स्थाल्यां योग्यता अस्ति इति कृत्वा पाकक्रियायाः क्रियासिद्धि योग्यता अत्र केन रूपेण? तस्य पाककार्यस्य अधिकरणम् इति. हा, उत्तमम्. इदानीं समीचीनतया उक्तवती. पाकक्रिया कुत्र जायते? अधिकरणे जायते खलु. इति कृत्वा स्थाल्यां पचति. तर्हि इदानीम् अधिकरणत्वम् इति विशेषणं स्थाल्याम् आगतम्. तर्हि अधिकरणत्वम् इति पदार्थः, अधिकरणत्वं बोद्धुं पदं किम्? अधिकरणबोधकपदं किम्? स्थाल्यां, स्थाली, याम् इति स्थाल्याम्. हा, वस्तुतः अत्र ङि इति प्रत्ययः. सुवौजस् अमौक्षस् ताभ्यां भिस् ङेभ्यां भ्यस् नसिभ्यां भ्यस् न सोसां ङि ओसुप् तत्र ङि इति अस्ति खलु. तत्र स्त्रीलिङ्गे परिवर्तनं भवति, प्रक्रिया अस्ति, भवतु. किन्तु ङि इति प्रत्ययः इति पदम्, पदार्थः अस्ति अधिकरणत्वं. यथा अम् इति पदं तस्य अर्थः अस्ति करणत्वं, कर्मत्वं. ता इति प्रत्ययः इति पदं तस्य अर्थः अस्ति करणत्वम्. एवं नि इति प्रत्ययः तस्य अर्थः अस्ति अधिकरणत्वम्. अस्तु, अग्रे भगिनि. वृक्षात् पतति पत्रम् इत्यत्र वृक्षस्य अपादानत्वं क्रियया पतनरूपायाः क्रियायाः पतनरूपायाः यथा पत्रं कर्तुः तथैव वृक्षस्यापि कर्तृः. तृच् प्रत्ययः कर्तृः. कर्तृ विसर्गः अस्ति किम्? नास्ति, कर्तृ. तावदेव, कर्तृः इति वक्तव्यं, कर्तृ. कर्तृ तथैव वृक्षस्यापि कश्चन सम्बन्धः प्रतीयते. यः न पत्रे न हि अत्र इत्थं वक्तुं शक्नुमः. न हि अत्र इत्थं वक्तुं शक्नुमः. पत्रात् पतति पत्रं, किन्तु किं तर्हि वृक्षात् पतति पत्रम्? तादृशश्च वृक्षनिष्ठक्रियासम्बन्धः एव अवधित्वम् इति शास्त्रप्रसिद्धः. अमुं च सम्बन्धं तद् भिन्नवार्ता. अमुं च सम्बन्धं नगरात् ग्रामं गच्छति चैत्रः इत्यत्र नगरे अपि प्रदीमः. अस्तु भगिनि, पुनः एकवारं पुनः केवलं पठतु. वृक्षात् पतति पत्रम् इत्यत्र वृक्षस्य अबाधानत्वं क्रियायाः पतनरूपाय रूपायाः क्रियायाः क्रियायाः पतनरूपायाः यथा पत्रं कर्तृ तथैव वृक्षस्यापि कश्चन सम्बन्धः प्रतीयते. यः न पत्रे न हि अत्र इत्थं वक्तुं शक्नुमः. पत्रात् पतति पत्रं, किं तर्हि वृक्षात् पतति पत्रम्? तादृशश्च वृक्षनिष्ठक्रियासम्बन्धः एव अवधित्वम् इति शास्त्रप्रसिद्धः. अमुं च सम्बन्धं नगरात् ग्रामं गच्छति चैत्रः इत्यत्र नगरे अपि प्रतीमः. उत्तमम् इति एतादृशं पठनीयम्. अस्तु, इदानीं वदतु. इदानीम् अपादानकारकत्वं कथं निर्मीयते इति विषयः. पतनरूपक्रियायाः अपादान क्रियासिद्धित्वं कुत्र अस्ति इति विषयः. अत्र महोदय एकं संशयः अस्ति, अत्र पत्रात् पतति पत्रम् अपि च वृक्षात् पतति पत्रं, तत्र वृक्षात् पतति पत्रम् एव वक्तुं शक्नुमः? सत्यं न हि अत्र इत्थं वक्तुं शक्नुमः, पत्रात् पतति पत्रम् इति वक्तुं शक्नुमः वा? न हि अत्र इत्थं वक्तुं शक्नुमः पत्रात् पतति पत्रम् इति न वक्तुं शक्नुमः. किं तर्हि? वृक्षात् पतति पत्रम् इति एव वक्तुं शक्यते. वृक्षात् पतति पत्रम् अस्मिन् वाक्ये कस्य क्रियासिद्धित्वम् अस्ति? पतनरूपक्रियायाः इत्य वृक्षे एव अस्ति, अतः वृक्षात् इति पञ्चम्याम् उक्तमस्ति. पुनः वदतु तद्वाक्यं समीचीनतया न उक्तवती, पुनः वदतु. वृक्षात् पतति पत्रम्, तत्र पतनक्रियायाः योग्यता कुत्र अस्ति? तत् वृक्षे अस्ति. पतनक्रियायाः योग्यता वृक्षे अस्ति किम्? वृक्षात् पत्रं पतति तत्र एव विभागः सम्भवति खलु. योग्यता कुत्र अस्ति? किं पतति? पत्रं पतति, पत्रे योग्यता इति वक्तव्यं. क्रमेण गच्छामः, क्रमेण गच्छामः. यथा पत्रं कर्तृ, पत्रं कर्ता अस्ति खलु. तर्हि पत्रे एव व्यापारः, पतनव्यापारः जायते इति कृत्वा पत्रं कर्ता भवति, कर्तृ भवति. कर्तृ इति नपुंसकलिङ्गे, पत्रं कर्तृ भवति. किन्तु अत्र इदानीं किं सम्पादनीयम्? वृक्षेण सह क्रियायाः सम्बन्धः सम्पादनीयः, तदा एव वृक्षे अपादानत्वकारकमागच्छति खलु. अपादानकारकं वृक्षे सम्पादनीयम् इत्युक्ते वृक्षस्य क्रियया सह सम्बन्धः कथञ्चित् वक्तव्यः अस्ति. तत् कथम् इति निरूपयतु इदानीम्. इदानीं पतनक्रियायाः कर्तृकारकं पत्रे अस्ति, तत् पत्रं केन सम्बन्धः, वृक्षेण सह केन सम्बन्धः? तदेव पतनरूपक्रियायाः कर्तृकारकमस्ति पत्रं, तस्य अपादानकारकं वृक्षे, वृक्षात् विभागं जायते, अतः अवधिभूतस्य वृक्षस्य निरूपयतु. इदानीं वृक्षमस्ति, वृक्षात् पत्रं पतति, अतः तस्य अवधि जायते. वृक्षेण सह इदानीं कीदृशसम्बन्धः इति चेत् वियोगः जायते, तत् बोधनार्थं तस्य पञ्चमी दत्तमस्ति. तस्य अवधि इदानीं वृक्षपत्रयोः मध्ये सम्बन्धः भवति उक्तवती, पतनक्रिया. किन्तु वृक्षपत्रयोः मध्ये सम्बन्धः अस्ति चेत् अपादानत्वं वृक्षे भवति किम्? वृक्षे अपादानत्वं सम्पादयितुं वृक्षस्य केन सह सम्बन्धः वक्तव्यः अथवा चिन्तनीयः? इदानीं पतनक्रिया संयोगेन वृक्षे अपि च पत्रे. एकनिमिषं, क्रिया संयोगेन वृक्षे अपि च किं वदति भवती? पतनक्रिया मध्ये जायते द्रव्ययोर्मध्ये. क्रिया इति द्रव्यं किम्? क्रियद्रव्यं नास्ति, परन्तु वृक्षम् अपि च पत्रम्. भगिनी, इदानीं वृक्षः अपि च पत्रम् अनयोः मध्ये सम्बन्धः न चिन्तनीयः. वृक्षः अपि च क्रिया पतनक्रिया यदि वृक्षस्य पतनक्रियया सह सम्बन्धः वर्णयामः तदा एव वृक्षे अपादानत्वकारकं सिद्ध्यति खलु तद् निरूपणीयम् अत्र केवलं वाक्यशः चिन्तयामः चेत् समीचीनतया अवगच्छामः इति मन्ये अहम् अवगच्छामि किन्तु वक्तुं न कष्टमस्ति क्लेशः इदानीं पतनक्रिया सह वृक्षस्य अन्वयः करणीयः अधः वृक्षात् पतति इति वक्तव्यम् नो वृक्षात् पतति इति वक्तुं सम्बन्धः कल्पनीयः अस्तु यथा मेहुल् महोदयेन उक्तं तत्र अग्रे अग्रे पठ तादृशश्च वृक्षनिष्ठः क्रियासम्बन्धः एव पठतु तथैव वृक्षस्यापि क्रियायाः पतनरूपायाः यथा पत्रं कर्तृ तथैव वृक्षस्यापि कश्चन सम्बन्धः प्रतीयते इति उक्तं वृक्षस्यापि कश्चन सम्बन्धः क्रियया सह प्रतीयते स च सम्बन्धः कः यः न पत्रे तादृशसम्बन्धः पत्रे नास्ति अहं पृच्छामि एकनिमिषं भगिनि क्रियायाः पत्रेण सह कीदृशसम्बन्धः अस्ति पत्रेण सह कर्तृ अस्ति पतनक्रियाया कर्तृनिष्ठसम्बन्धः अस्ति खलु अस्ति हा एवं वृक्षः न पतति खलु तत्रैव तिष्ठति ध्रुवं तिष्ठति ध्रुवं तिष्ठति सत्यं किन्तु इदानीं पतनक्रियया सह वृक्षस्य कश्चन सम्बन्धः तु प्रतीयते प्रतीयते इत्युक्ते अवगम्यते इति अर्थः स च सम्बन्धः कः स च सम्बन्धः एव अपादानकारकं प्रथमं सम्बन्धः कः इति वदतु तदनन्तरं तदेव अर्थः भवति स च सम्बन्धः कः विभागः भवति खलु क्रियया विभागः जायते क्रियया विभागः वा कथं विभागः जायते भगिनि अग्रिमे वाक्ये एव अस्ति तादृशश्च एतस्मिन् वाक्ये अस्ति वृक्षनिष्ठक्रियासम्बन्धः एव अवधित्वम् इति अवधित्वम् इति वक्तव्यं वा विभागः एव खलु अवधित्वम् इति चेत् न विभागः इति भिन्नः अस्ति विभागः नाम किं सेपरेशन् दिस् अवधित्वं मीन्स् भगिनि अत्र वयं तु इदानीं न्यायवर्गे स्मः विभागः इति कीदृशपदार्थः अस्ति क्रिया एव चतुर्विंशतिगुणेषु अन्यतमः अस्ति खलु विभागः क्रिया इति वदति गुणः विभागः इति गुणः ओके यु आर् यु हाव् टु रिमेम्बर् यु आर् इन् न्याय क्लास् ऐ फोर्गोट् ओके हा पारिभाषिकशब्दः यदा प्रयुज्यते तर्हि मम मनसि किमर्थं भगिनी क्रिया विभागः विभागः इति वदति इति विभागः इति गुणः अस्ति क्रियया विभागः जायते विभागेन संयोगः नश्यति इति भिन्नवार्ता तर्हि अत्र अवधिः पतनम् इति वदामश्चेत् कस्मात् इति प्रश्नः उदेति खलु आकाङ्क्षा उदेति तदेव अहं त्यक्तवती तत् कस्मात् अवधिः इति उक्तं तदेव तस्य तथैव वृक्षस्यापि कश्चन सम्बन्धः प्रतीयते. कीदृशसम्बन्धः इति चेत् कस्मात् पत्रं पतति इति आकाङ्क्षा, पतनक्रिया वदामश्चेत् पतनक्रियायाः तादृशस्वभावः अस्ति. यः स्वभावः गमनक्रियायां नास्ति. अत्र पतति इति वदामश्चेत् पत्रं पतति, तस्मात् इति आकाङ्क्षा भवत्येव. तर्हि तत्र वृक्षः ध्रुवं स्थित्वा अत्र कारकं पतनक्रियां कारयति, जनयति. तत्र योग्यता आगता, वृक्षे योग्यता आगता. ध्रुवं तिष्ठति वृक्षः अवधित्वेन तिष्ठति. तर्हि तत्र अवधित्वम् इति सम्बन्धः अस्ति. पतनक्रिया ततः आरभ्य पत्रे जायमानमस्ति. कुतः आरभ्य? वृक्षात् आरभ्य. अवधिः इत्युक्ते बौण्ड्रि. वृक्षात् आरभ्य पत्रे पतनक्रिया जायते. भूमौ यावत् पतनक्रिया चलति, यथा पत्रं भूमौ पतति, तदनन्तरं तत्र पतनक्रिया नश्यति. तदनन्तरं पतनक्रिया न जायते इति अस्ति. तर्हि तत्र अवधित्वं, तदेव अवधित्वं. तर्हि अवधित्वम् इति सम्बन्धः अस्ति वस्तुतः. तादृशसम्बन्धः कुत्र अस्ति? वृक्षे अस्ति इति कृत्वा वृक्षस्य पतनक्रियाया सह सम्बन्धः, स च सम्बन्धः एव अपादानत्वम्. एवम् अमुं च सम्बन्धम् अग्रे भगिनि भवती वदतु. अमुं च सम्बन्धं नगरात् ग्रामं गच्छति इत्यत्र नगरे अपि प्रतीमः. तादृशसम्बन्धः अत्र नगरात् इति ग्रामं गच्छति इति वदामः चेत् कुतः ग्रामं गच्छति इति प्रश्नस्य उत्तरत्वेन नगरात् इति वक्तुं शक्यते. तत्र नगरात् इति केन सम्बन्धेन गमनक्रियायाम् इति चेत् तत्रापि अवधि ज्ञातुं शक्यते इति वा? हा, अवधित्वम् अवधिः भवति. नगरम् अवधिः भवति. नगरात् ग्रामं गच्छति, तर्हि गमनक्रिया अत्रापि आकाङ्क्षा वस्तुतः अस्ति एव. यत् मया पूर्वमुक्तं पतनम् इति चेत् तत्र आकाङ्क्षा भवति, गमनम् इत्यत्र आकाङ्क्षा न भवति इति वस्तुतः तद् दोषाय. गमनक्रियायामपि आकाङ्क्षा भवितुमर्हति. कुतः गच्छति इति चेत् नगरात् गच्छति. नगरं स्वयं न गच्छति, ग्रामपि स्वयं न गच्छति. कोऽपि गच्छति किन्तु नगरात् ग्रामं गच्छति, खलु? तदेव अपादानत्वम् इति उक्तम्. अत्र आकाङ्क्षा इति मुख्यविषयः. किम्? आकाङ्क्षा इति मुख्यविषयः अस्ति. आमां, सर्वत्र आकाङ्क्षा भवेदेव. अत्रापि यथा करणत्वे मया पृष्टम्, अकर्मकधातुं स्वीकृत्य अत्र अपादानत्वं भवति वा इति चिन्तनीयम्. वृक्षात् पत्रं पतति इत्यत्र पतनक्रिया सकर्मकधातुः वा अकर्मकधातुः वा? तत् अकर्म न, सकर्मकधातु. सकर्मक सकर्मः किम्? पतति. वृक्षात् पत्रं पतति इत्यत्र कर्ता कः? पत्रं. कर्म किम्? पतनक्रिया. कर्म भगिनि, कर्म इत्युक्ते वयः, यु हाव् टु रिमेम्बर् दि पारिभाषिकशब्दस्. कर्म इत्युक्ते कर्मकारकं किम् इति प्रश्नः. क्षम्यतां, पत्रम् इत्यत्र अहं यदस्ति पत्रत्वं. पत्रम् इत्यत्र इदानीं भवती भवती उक्तवती खलु प्रथम प्रथमयामस्ति. एकनिमिषं महोदय. भूमौ पतति इति वा? पत्रं पतति. अत्र पत्रं कर्तृकारकम् अस्ति, पत्रं पतति, पतनम् इति वा न भगिनि? कर्मकारकं किम् इति प्रश्नस्य उत्तरम् अम् अम् एव कर्मकारकं भवति. अरे बाबा, पतनक्रिया एव खलु. भगिनि, रामः ग्रामं गच्छति इति वाक्ये कर्मकारकं किम्? ग्रामम्. एवम् एवं वृक्षात् पत्रं पतति इति वाक्ये कर्मकारकं किम्? तत्र पत्रम्. कर्तृकारकं किम्? वृक्षः. अपादानकारकं किम्? वृक्षः. कर्मकारकं, कर्तृकारकम्, अपादानकारकं द्वयमपि वृक्षः किम्? नास्ति. अत्र कर्मकारकं किम् इति न बुद्धं मया. कर्तृकारकं पत्रं कर्मकारकं न बुद्धम् इति नास्ति. कर्मकारकं नास्ति, पदत्रयमेव अस्ति खलु. वृक्षात् पत्रं पतति, पत्रमिति कर्तृकारकमिति उक्तवती. वृक्षः इति अपादानकारकं. कर्मकारकपदम् अस्ति वा वाक्ये? नास्ति. तदेव किमर्थं चिन्तितम्? अस्तु, भवती किं करोति अत्र? केवलम् अम् इति शृणोति चेत् कर्मकारकम् इति चिन्तयति? नास्ति महोदय, वृक्षात् पत्रं पतति इति यदा उक्तवान् तत्र मम चिन्तनम् एवं जातं. वृक्षात् इति भवान् कर्तृकारकम् इति विचिन्त्य पृच्छामि वा इति. न न न, अत्र वस्तुतः पतनं पत् इति धातुः अकर्मकधातुः अस्ति. तर्हि सम्प्रदानकारकम् क्षम्यताम्, अपादानकारकम् अकर्मकधातोः अपि भवति, सकर्मकधातोः अपि भवति. नगरात् ग्रामं गच्छति इत्यत्र गम् इति धातुः सकर्मकधातुः, वृक्षात् पतं पत्रं पतति इत्यत्र पत् धातुः अकर्मकधातुः अस्ति इति कृत्वा अस्य प्रश्नस्य उत्तरं लब्धम्. अस्तु, अत्र द्वितीया श्रुतातीतपतित इति सूत्रेण इति निर्देशसामर्थ्यात् अयं धातुः सकर्मत्वे सकर्मकत्वेन अपि प्रयुज्यते इति अष्टाध्यायी डाट् काम् मध्ये उक्तं. यद्यपि पतन पत् इति धातुः द्वितीया केवलम् एकनिमिष द्वितीया श्रुतातीत अत्र नरकं पतितः इति वाक्यमस्ति. नरकपतितः इति यथा ग्रामं गतः तथा नरकं पतितः इति अस्ति. अत्र नरकस्य कर्मकारकत्वं भवति. यद्यपि धातुः अकर्मकः अस्ति, सामान्यतया अकर्मकः एव भवति, किन्तु एतादृशस्थले अत्र नरकं पतितः इति उदाहरणं दत्तमस्ति. अत्र तु सकर्मकत्वं प्राप्यते, अतः नरकपतितः इति द्वितीया तत्पुरुषसमासः अपि कर्तुं शक्यते इति उक्तं. भवतु, केवलम् अत्र व्याकरणचिन्तनमपि न्यायेन सह किञ्चित् चिन्तयन्नस्मि तावदेव. अस्तु, धन्यवादः भगिनि. अग्रे वर्षा भगिनि पठति वा? नहि सः सम्बन्धः ग्रामे अस्ति. अत्र अपादानसम्बन्धः ग्रामे नास्ति इति. ग्रामस्तु तत् क्रियायाः कर्म भवति. अत्र नगरात् ग्रामं गच्छति चैत्रः इति वाक्ये ग्रामः तु गम् क्रियायाः कर्म भवति इति दत्तमस्ति. अत्र अपादानं नास्ति इति निरूपयतु, कथं कर्म भवति इति. अत्र कर्मकारकम् इत्युक्ते अत्र संयोगादिरूपफलजनकव्यापारबोधकाः सकर्मकाः इति पूर्वं दृष्टम्. अत्र यत्र फल आश्रयं भवति तदेव कर्मपदमिति व्याकरणे अपि पृष्टं शैत्रः कुत्र गच्छति इति अपेक्षा भवति यदि वयं गच्छति इति पदं प्रयोगं कुर्मः तर्हि कुत्र गच्छति इत्यस्य उत्तरमस्ति ग्रामं गच्छति इति कृत्वा सः कर्मपदं भवति न तादृशं न वक्तव्यं भवती आरम्भे यद् उक्तवती तत् समीचीनं किन्तु इदानीं फल आश्रयः कर्म इति उक्तं खलु तर्हि अत्र फलं किम् इति वदतु प्रथमम् उत्तरदेशस्य योगः हा तावदेव वक्तव्यं फलं तु उत्तरदेशसंयोगः गमनक्रियायाः फलम् उत्तरदेशसंयोगः स च संयोगस्य संयोगस्य आश्रयः कः ग्रामं न तु नगरम् इति कृत्वा नगरस्य कर्मसंज्ञा न भवति चैत्रस्यापि कर्मसंज्ञा भवति केवलं ग्रामस्य एव कर्मसंज्ञा भवति ओके अस्तु अग्रे नापि नापि कर्तरी चैत्रे अत्र चैत्रः कर्ता अस्ति तस्मिन्नपि अपादानसम्बन्धं नास्ति अतः सः नगरनिष्ठः क्रियासम्बन्धः अवधित्वम् भगिनि अत्र क्षम्यतां तस्मिन्नपि अपादानसम्बन्धं नास्ति इति वाक्यं वाक्ये स्पष्टता नास्ति इतोपि किञ्चित् स्पष्टतया वक्तव्यं पुनः प्रयत्नं करोतु चैत्रपदम् अत्र वाक्ये चैत्रपदं कर्तारं बोधयति तत् कर्तृपदे अपि अपाधानत्वकारकं न द्रष्टुं शक्यते अत्र अपाधानकारकत्वं नगरनिष्ठमस्ति इति वयम् इदानीं निरूपणं कर्तुम् अत्र सम्बन्धः इति पदं प्रयुक्तवती खलु तर्हि प्रथमं कयोः मध्ये सम्बन्धः क्रिया च चैत्रपदं मध्ये हा उत्तमम् उत्तमं तर्हि गमनक्रियया सह अपादानत्वेन सम्बन्धः अपादाननिष्ठसम्बन्धः चैत्रे न वक्तुं शक्यते ग्रामे अपि न वक्तुं शक्यते क्रियया सह सम्बन्धः सर्वत्र क्रियया सह सम्बन्धः चिन्तनीयः अस्तु अग्रे भगिनि अतः सः नगरनिष्ठः क्रियासम्बन्धः अवधित्वम् इति उच्यते अत्र अतः अस्ति अत्र क्रियासम्बन्धः नगरनिष्ठः अवधित्वम् एव अपादानत्वम् इति वयम् अवगन्तुं शक्यते अत्र वाक्यं कथमस्ति भगिनि अतः सः नगरनिष्ठः क्रियासम्बन्धः अवधित्वम् इत्युच्यते अत्र क्रियासम्बन्धः एव अवधित्वं स च क्रियासम्बन्धः कुत्र निष्ठः नगरनिष्ठः नगरे अस्ति नगरम् अपि च क्रिया अनयोः मध्ये सम्बन्धः तदेव अवधित्वम् इत्युच्यते क्रियासम्बन्धः अवधित्वम् इत्युच्यते इति क्रियासम्बन्धः अवधित्वम् अस्तु अग्रे एवमेव वृक्षात् विभजते पत्रम् इत्यादौ वृक्षे अवधित्वप्रतीतिः स्पष्टा तादृशमेव वाक्यमस्ति अत्र वृक्षात् विभजते पत्रम् इति अत्रापि वृक्षे अवधित्वम् अस्ति तत् वृक्षे अवधित्वम् अस्ति इति ज्ञानं लभ्यते तद्वाक्येन तादृशम् अवधित्वं यस्मिन् पदार्थे भवति सः पदार्थः एव अपादानम् इत्युच्यते तदेव अपादानकारकत्वम् अपादानम् इत्युक्ते कस्मात् इति न परन्तु यस्मिन् अवधित्वम् अस्ति क्रिया तत्पदस्य क्रियायाः सह यः सम्बन्धः अस्ति तदेव अपादानकारकम् इति वक्तुं शक्यते तत्र विद्यमाना योग्यता अपादानत्वं क्रियाकारकं भवति तद् बोधनाय च भवति पञ्चमी विभक्तिः वृक्षात् पतति नगरात् याति इत्यादौ हा तत् अपादानत्वबोधनविभक्ति भवति पञ्चमी विभक्ति इति उत्तमं तर्हि ध्रुवमपाये अपादानम् इति व्याकरणे अपादानकारकसंज्ञाविधानसूत्रं विधायकसूत्रं ध्रुवम् अपाये अपादानम् अत्र ध्रुवम् इति पदस्य अर्थः कः इति चेत् काशिकायाम् एवं लिखितमस्ति, ध्रुवं यद् अपाययुक्तम् अपाये साध्ये सति यद् अवधिभूतं तत्कारकम् अपादानसंज्ञं भवति. अत्रापि अवधिः इति पदं प्रयुक्तं. तर्हि ध्रुवम् इति सूत्रे यत् पदं दृश्यते तस्य अर्थः कः इति चेत् अवधिः इति अर्थः. यद् स्थिरं तिष्ठति इति सामान्यबाल्यस्तरे तस्य अनुवादं क्रियते. वृक्षात् पत्रं पतति इत्यत्र पत्रमेव पतति वृक्षं, ध्रुवं तिष्ठति इति इत्युक्ते स्थिरं तिष्ठति, इट् स्टाण्ड् स्टेडि. किन्तु अत्र अस्माभिः पूर्वम् अष्टाध्यायीप्रवेशे एकम् उदाहरणं दृष्टम्. अश्वात् पुरुषः पतति इत्यत्र इदानीम् अश्वः धावनस्ति, ध्रुवं न तिष्ठति सः, तत्रापि अत्र अपादानसंज्ञा तस्य भवत्येव. यद्यपि स्वयम् अश्वः धावन् अस्ति तथापि यदि पुरुषः पतति तदा कुतः पतति इति चेत् अश्वात् पतति. अत्र ध्रुवम् इत्युक्ते स्थिरम् इति न वक्तव्यम्, अत्र अवधिः अस्ति. पतनक्रिया अश्वात् आरभ्य भूमिपर्यन्तं भवति, भूमिपर्यन्तं भवति इत्यतः अवधिः भवति. अस्तु, उत्तमम्. अग्रे भगिनी भवती एव. स्नानादिक्रियासु कर्ता चैत्रादिः, कर्म वा गौः यथा भवति तथा यस्मै कर्ता गां ददाति सः मैत्रः अवश्यं जिज्ञासितो भवति. अत्र वाक्यं भवति मित्रं चैत्रः गां मैत्राय चैत्रः गां ददाति इति वाक्यं भवति. अत्र कर्ता तु चैत्रः, गोपदं कर्मत्वं कर्मत्वसम्बन्धेन ददाति इति क्रियायाः सम्बन्धेन वर्तते. अपि च निरूपयतु कर्मत्वं कथं, गवी कर्मत्वं कथम्. अत्र दानक्रियया किं जायते, दानक्रियया चैत्रः मित्राय गां ददाति. अत्र फलक्रियायाः फलं किम्? दानक्रियायाः फलं यस्मै ददाति सः तेन सह संयोगः इति वक्तुं शक्यते वा? न केवलं संयोगः इति वदतु तावदेव. क्रियया संयोगः जायते खलु, तर्हि दानक्रियायाः अपि फलं किं? संयोगः. तर्हि फलाश्रयः कः? फलाश्रयः गौ. हा, गौः इति कृत्वा दानक्रियया संयोगः जायते. स च संयोगः इति फलं, तस्य आश्रयः कः? गौः इति कृत्वा गवी कर्मत्वम्. अस्तु, अग्रे. अतः अत्र अपेक्षा भवति कां कस्मै ददाति इति. अत्र एव अत्र गां ददाति चैत्रः इति श्रुत्वा आवश्यकम् आकाङ्क्षा भवति कस्मै अयं चैत्रः गां ददाति इति. तादृश आकाङ्क्षानिवर्तनाय दानस्य कश्चन प्रतिगृहीता अपेक्षितः. तु अत्र आकाङ्क्षानिवर्तनाय प्रतिगृहीता कः इति ज्ञानमपेक्षितः. सः हि चैत्रेण दत्तां गां स्वीकरोति. तादृशप्रतिगृहीता एव दानक्रियायाः सम्प्रदानम् इत्युच्यते. अत्र प्रतिगृहीता च क्रियायाः दानक्रियायाः मध्ये यः सम्बन्धः अस्ति तदेव सम्प्रदानम् इति उच्यते. तन्निष्ठयोग्यता एव सम्प्रदानत्वं. प्रतिग्रहणयोग्यता कस्मिन् अस्ति तस्मिन्नेव सम्प्रदानत्वम् अस्ति इति अस्ति इति भवति. तत् बोधनाय भवति चतुर्थी विभक्ति. अतः पूर्वोक्तस्थले मैत्राय कां ददाति चैत्र इति प्रयोगः प्रसिद्धः. उत्तमम्. एतत् सर्वं सरलमेव खलु. तर्हि दानक्रिया कथं जायते इति चेत् पूर्वं चैत्रः अपि च गौः अनयोः मध्ये संयोगः आसीत्. इत्युक्ते गौः कुत्र अस्ति? चैत्रेण सह अस्ति. तर्हि गौः चैत्रः अनयोः मध्ये संयोगः आसीत्. तदनन्तरं दानक्रियां चैत्रः करोति, तेन नूतनसंयोगः जायते. कस्य? पुनः गोः संयोगः जायते. केन सह इति चेत् मैत्रेण सह. इदानीं प्रीवियस्लि चैत्र वास् होल्डिङ्ग् दि कौ, नौ हि इस् गिवन् इट् अवे, अण्ड् नौ द संयोग हेस् हेपेण्ड् बिट्वीन् मैत्र अण्ड् दि कौ. तर्हि तत्र संयोग आश्रयः अस्ति गौः इति कृत्वा पदाश्रयः. तर्हि गवी कर्मत्वं प्रतिगृहीता कः इति चेत् मैत्रः इति कृत्वा तस्मिन् सम्प्रदानत्वम्. अत्र सूत्रमनसि अस्ति किं वर्षा भगिनि? सम्प्रदानसंज्ञाविधायकसूत्रम् उत्तमम्. कर्मणा यम् अभिप्रैति स सम्प्रदानम्. अत्र कर्मणा कर्मकारकेण यम् अभिप्रैति, यस्य प्रीतिं कुर्मः तस्य सम्प्रदानसंज्ञा भवति इति व्याकरणशास्त्रे. अत्रापि समानमेव. उत्तमम् इति सम्प्रदानत्वं. तर्हि इदानीं मैत्रः अपि दानक्रियया सह तस्य सम्बन्धः जातः. कः सम्बन्धः इति चेत् प्रतिगृहीता अस्ति सः इति कृत्वा. अस्तु, धन्यवादः भगिनी. अग्रे रमेश महोदय पठति किम्? काष्ठेन काष्ठेन चैत्रेण पच्यते तण्डुलः इति प्रयोगे चैत्रपदात् यद्यपि तृतीया अस्ति तथापि सा दण्डेन ताडयति इति उदाहरण उक्ता करणत्वबोधिका तृतीया न भवति. पाककरणत्वस्य काष्ठपद पद उत्तर तृतीया उक्त तृतीया उक्तत्वात् चैत्रस्तु तस्याः क्रियायाः कर्ता भवति. अयं हि तादृशः यः कर्म करण आदिकर कर्म करण आदिकारक कारकाणि सन्निधदाति, काष्ठानि सम्पादयति, तण्डुलान् बोधय शोधयित्वा क्षालयति. अतः अयं कारकचक्रप्रवर्तकत्वात् स्वयं च प्रवृत्तत्वात् स्वतन्त्रकर्ता इति महर्षिणा सूत्रितः. तत्र वाक्यमस्ति काष्ठेन चैत्रेण पच्यते तण्डुलः. तत्र तृतीया विभक्त्यां काष्ठशब्द अपि अस्ति, चैत्र अपि तृतीया विभक्ति याम् अस्ति. तर्हि तत्र यत् करणत्वम् अस्ति दण्डे दण्डेन ताडयति इति यत्र करणत्वम् अस्ति तत्र चैत्रे अपि करणत्वम् अस्ति वा इति प्रश्नः. तत्र न तादृशं नास्ति इति. तत्र चैत्रः तु कर्ता भवति. अत्र करणं तु काष्ठः एव करणार्थे अस्ति. अतः अयं कारक काष्ठानि सम्पादयति तर्हि चैत्रः काष्ठानि सम्पादयति ताण्डुलान् शोधयित्वा क्षालयति एवं सर्वं क्रिया करोति इति सः कर्ता अस्ति तर्हि तस्मिन् कर्तृकारकम् एव भवति इति कर्तृकारक विधायक संज्ञाविधायकसूत्रं किं स्वतन्त्रः कर्ता उत्तमम् स्वतन्त्रकर्ता तर्हि अत्र स्वातन्त्र्यं मुख्यम् स्वातन्त्र्यं कर्तरि स्वातन्त्र्यं भवेत् खलु तदर्थमेव अत्र एतानि वाक्यानि लिखितानि कर्ता काष्ठानि सम्पादयति स्वतन्त्रतया काष्ठानि सम्पादयति तण्डुलान् शोधयित्वा क्षालयति अतः अयं कारकचक्रप्रवर्तकत्वात् स्वयं च प्रवृत्तत्वात् इत्युक्ते अत्र कर्ता स्वयं प्रवृत्तः अस्ति प्रयोज्यकर्ता नास्ति प्रयोजककर्ता वस्तुतः स्वयमेव प्रवृत्तः अस्ति सः अन्यः कोऽपि तं न कारयति स्वयं करोति इति कृत्वा तस्मिन् स्वातन्त्र्यमस्ति इति कृत्वा स्वतन्त्रकर्ता इति सूत्रेण तस्य कर्तृकारकमेव लभ्यते अस्तु तर्हि केन सूत्रेण तृतीया विभक्तिः भवति कर्तृकरणयोस्तृतीया उत्तमं कर्तृकरणयोस्तृतीया इति एकेन सूत्रेण एव कर्तृकारकस्य करणकारकस्य च तृतीया विभक्तिः भवति उत्तमं तर्हि काष्ठेन चैत्रेण पच्यते तण्डुलः इति वाक्यं कीदृशप्रयोगः वाक्ये कर्मणि प्रयोगः उत्तमं तर्हि कर्म कः तण्डुलः उत्तमं तण्डुले कर्मत्वं निरूपयतु पचनक्रियायाः आश्रयः भवेत् पचनक्रियायाः पूर्वे पचनक्रियायाः फलाश्रयः भवेत् फलाश्रयः भवेत् पचनक्रियायाः पूर्वं तण्डुलः पूर्वं संयोग कीदृशसंयोगः भवति तद् अत्र संयोगः इति प्रायः न वक्तुं शक्यते अत्र पचनक्रियायाः फलमस्ति विक्लिप्तिः विक्लिप्तिः इत्युक्ते कुक्ड् पाकम् इति वदामः खलु विक्लिप्तिः दि रैस् बिफोर् कुकिङ्ग् वास् हार्ड् नौ इट् बिकम्स् मृदु तत्र मृदुता जायते खलु तदेव फलं पचनक्रियायाः फलं गमनक्रियायाः फलं संयोगः खादनक्रियायाः फलमपि संयोगः अत्र ताडनक्रियायाः फलमपि संयोगः दानक्रियायाः फलमपि संयोगः किन्तु पचनक्रियायाः फलं संयोगः इति प्रायः न वक्तव्यम् अत्र तु मृदुता जायते मृदुता इति कश्चन धर्मः विक्लिप्तिः इति धर्मः जायते स इति फलं मृदुता इति फलं सा मृदुता कुत्र जायते इति चेत् तण्डुले जायते इति कृत्वा तण्डुले कर्मत्वं भवति उत्तमं महोदय अस्तु धन्यवादाः तर्हि लक्ष्मी भगिनी अग्रे पठति वा इत्थम् आम् महोदय पूर्वं प्रश्नः अस्ति अत्र चैत्रः कर्ता सः स्वतन्त्रः इति इति बुद्धं किन्तु किन्तु तृतीया विभक्त्याम् अस्ति कर्मणि प्रयोगः अस्ति इति अवगच्छामि तत्र तत्र अत्र कथं कर्ता निर्णीयते कर्ता इति कथं निरूप्यते चैत्रः तस्मिन् स्वातन्त्र्यं स्वतन्त्रकर्ता इति सूत्रेण तस्य कर्तृसंज्ञा भवति स्वतन्त्रः कर्ता स्वतन्त्रः कर्ता इति कृत्वा यद्यपि तृतीयाविभक्त्याम् उक्तं सः सः कर्ता भवति सः स्वतन्त्रः सः इति कृत्वा हा इत्युक्ते अत्र सर्वदा प्रथमं कारकत्वं सम्पाद्य तदनन्तरमेव विभक्तिविधानम् अस्तु अतः एव अत्र वाक्यानि लिखितानि, काष्ठानि सम्पादयति, तण्डुलान् शोधयित्वा क्षालयति इति सर्वे व्यवहाराः स्वतन्त्रेण स्वातन्त्र्येण कर्ता क्रियते इति कृत्वा प्रथमं स्वातन्त्र्यं चैत्रे कल्प्य तदनन्तरं कर्तृकरणयोस्तृतीया इति सूत्रेण तस्य तृतीया अनभिहिते अनभिहिते. तर्हि पच्यते इत्यत्र यते इति प्रत्ययः अस्ति खलु, तेन प्रत्ययेन कः उक्तः इति चेत् कर्मणि प्रयोगः अस्ति इति कृत्वा तण्डुलः उक्तः अभिहितः भवति इति कृत्वा तृतीया भवति कर्तृकरणयोस्तृतीया अनभिहिते. अस्तु अस्तु अग्रे भगिनि. अस्तु, इत्थं कर्तृत्वादिकारकनिरूपणं कृतम्, इमानि च कारकाणि स्वरूपसम्बन्धेन ग्रामादौ स्व आश्रये भवन्ति. सम्पूर्णं पठित्वा वदामि वा नो चेत् वाक्यशः वदामि? सर्वं सरलमेव अस्ति खलु, सरलमस्ति चेत् यथा पठति तथा वक्तुं शक्यते. इमानि च कारकाणि इति वदतु. इमानि च कारकाणि स्वरूपसम्बन्धेन ग्रामादौ स्व आश्रये भवन्ति. चैत्रः ग्रामं गच्छति इति वाक्ये वाक्ये यत् कर्मत्वं ग्रामे विद्यते, क्रियासम्बन्धः कर्म क्रियासम्बन्धफलं फलाश्रये यत् ग्रामस्ति तत् स्वरूपसम्बन्धेन ग्रामे अस्ति इति. कर्मत्वं स्वरूपसम्बन्धेन ग्रामे अस्ति. कर्मत्वं कर्मत्वम् इति सप्तपदार्थेषु अन्यतमः नास्ति खलु? आम् नास्ति. आम् हा इति कृत्वा यदि कर्मत्वम् इति सप्तपदार्थेषु अन्यतमः अस्ति तर्हि द्रव्यमस्ति चेत् संयोगसम्बन्धेन भवति. गुणः वा क्रिया वा जातिः वा अस्ति चेत् तदा किं समवायसम्बन्धेन भवति. किन्तु कर्तृत्वं कर्मत्वम् इत्यादिकम् इत्यादि कारकत्वं केवलम् अस्माभिः कल्पितम् इति कृत्वा स्वरूपसम्बन्धेन ग्रामादौ स्व आश्रये भवन्ति इति उक्तम्. अग्रे अस्तु. यथा घटम् इत्यत्र यथा घटम् इत्यत्र अम्बोधितं कर्मत्वं घटे स्वरूपसम्बन्धेन भवति. घटम् इति घटम् इति वाक्ये न्याये इति घटम् इति वाक्यं भवति. तत्र घट अम् तत्र अम् इति पदम् अम् इति पदं कर्मत्वं घटे अस्ति इति बोधयति. स्वरूपसम्बन्धेन घटे कर्मत्वम् अस्ति इति बोधयति. तर्हि घटः कर्मत्वस्य आधारः, कर्मत्वम् आधेयम् इति आयातम्. अतः घटे कर्मत्वम् अस्ति इति स्वरूपसम्बन्धेन घटे कर्मत्वम् अस्ति इति कृत्वा घटः आधारः, कर्मत्वम् आधेयः. कर्मत्वे आधेयता, कर्मत्वम् आधेयं चेत् आधेयता कर्मत्वे. सो आधेयता कर्मत्वे अस्ति. आधारता कुत्र अस्ति, अधिकरणता कुत्र अस्ति? अधिकरणता अधिकरणता घटे अस्ति. उत्तमम्, अग्रे. अतः कर्मत्वस्य स्वरूपसम्बन्धश्चेत् घटे घटस्य आधेयत्वसम्बन्धः कर्मत्वे इत्यागतम्. कर्मत्वं कर्मत्वं घटे स्वरूपसम्बन्धेन अस्ति. तत्र चित्रे अपि अस्ति. सो कर्मत्वं घटे स्वरूपसम्बन्धेन भवति इति चेत् घटस्य आधेयतसम्बन्धः कर्मत्वे भवति. कर्मत्वे आधेयता, कर्मत्वे आधेयता आगच्छति. घटे स्वरूपसम्बन्धेन कर्मत्वं, कर्मत्वे आधेयतसम्बन्धः आधेयतसम्बन्धेन घटः अस्ति इति वक्तुम् इत्युक्ते कर्मत्वं घटे अस्ति इति चेत् कर्मत्वम् आदेयः भवति, घटः आधारः भवति खलु. तर्हि आधेयता कुत्र अस्ति? कर्मत्वे अस्ति. आम् आम् सा आधेयता. अस्तु, अत्र वाक्यद्वयमस्ति, कर्मत्वं घटे अस्ति इति कृत्वा कर्मत्वम् आदेयः, कर्मत्वे आधेयता, घटः आधारः, घटे आधेयता. इतोपि एकं वाक्यं, कर्मत्वं केन सम्बन्धेन घटे अस्ति? स्वरूपसम्बन्धेन घटे अस्ति कर्मत्वम्. उत्तमं. तर्हि कर्मत्वे विद्यमान आदेयता केन अवच्छिन्ना? स्वरूपसम्बन्ध अवच्छिन्न. उत्तमं, तदेव दत्तं. स्वरूपसम्बन्ध अवच्छिन्न आदेयता कर्मत्वे. स्वरूपसम्बन्ध अवच्छिन्न अधिकरणता घटे. तावदेव. अस्तु, अग्रे पठतु. अस्तु. घटस्य प्रकृते प्रकृत्यर्थः कर्मत्वं कारकं प्रत्ययार्थः. घटः, घट इति पदं प्रकृति अर्थे अस्ति. अम् इति पदं कर्मत्वं कारकं अम् इति कर्मत्वं कारकं प्रत्ययार्थः. अत्र कर्मत्वम् इति अम् पदं तत् प्रत्ययार्थे अस्ति. प्रत्ययार्थः तत्र प्रत्ययार्थः अस्ति. अतः प्रकृत्यर्थस्य घटस्य आदेयतासम्बन्धेन प्रत्ययार्थे कर्मत्वे अन्वयः. अस्तु. सो घट इति प्रकृत्यर्थपदं प्रकृत्यर्थपदं स्वरूपसम्बन्ध अवच्छिन्न आदेयतसम्बन्धेन प्रत्ययार्थकर्म कर्मत्वे अस्ति. और् कर्मत्वे अन्वयः, तस्य अन्वयः कर्मत्वे कर्मत्वेन भवति. अत्रापि पश्यतु, अन्वयः इति पदं प्रयुक्तम्. कर्मत्वं घटे आदेयतासम्बन्धेन वर्तते, किन्तु घटस्य कर्मत्वेन सह आदेयतासम्बन्धेन अन्वयः इति वक्तव्यम्. केवलम् अन्वयः अपि सम्बन्धः एव खलु? अन्वयः अपि अन्वयः अपि सम्बन्धः एव. अस्तु. नो चेत् पठने किञ्चित् क्लेशः भवति. कथं वा घटः आदेयतासम्बन्धेन इति वदेम? कर्मत्वं कर्मत्वे एव आदेयता अस्ति खलु? तर्हि कर्मत्वमेव आदेयतासम्बन्धेन कुत्रचित् भवितुमर्हति इति कृत्वा मनसि किञ्चित् क्लेशः भवति. किन्तु अत्र अन्वयः इति पदं प्रयुक्तं, वर्तते इति पदं न प्रयुक्तं, यथा पूर्वम् अस्माभिः दृष्टम्. अस्तु, अग्रे भगिनि. अस्तु. एकत्र एवंविध प्रकारेण प्रकृत्यर्थस्य प्रत्ययार्थे अन्वये उक्ते तृतीयादिविभक्तिषु अपि दण्डेन इत्यत्र प्रकृत्यर्थस्य दण्डस्य प्रत्ययार्थे करणत्वे आदेयत्वसम्बन्धेन अन्वयः इत्येवं सर्वत्र चिन्तयम्. एवं प्रकृत्यर्थः प्रत्ययार्थः इति इति इति विभागम् इति विभागं तयोः मध्ये अन्वयम् इति वदामः. तदा तृतीयाविभक्त्यामपि, सो पूर्वं द्वितीयाविभक्त्यां घट अम् इति तत् द्वितीयाविभक्त्याम् आसीत्. अधुना तृतीयाविभक्ति दण्डेन इति यदा अस्ति तत्र दण्ड एन इति दण्ड इति प्रकृति एन इति प्रत्ययः. तत्र दण्डः दण्ड कर्णत्वं कर्णत्वं दण्डे कर्णत्वं दण्डे स्वरूपसम्बन्धेन अस्ति इति वक्तुं शक्यते. अनन्तरं आधारः दण्डः भवति. आदेयः करणत्वम् इति उत्तमम् इत्येवम्. अस्तु, तर्हि अत्र चित्रमस्ति खलु? इदानीं चित्रे घटम् इति पदं चित्रितं, तस्मिन् स्थाने दण्डेन इति पदं चित्रणीयं चेत् अत्र घटपदम् इत्यस्मिन् स्थाने किं लिखति? दण्डपदं दण्डपदम्. उत्तमम्. अधः अधः दण्डः इति भवति. उत्तमम्. उपरि उपरि अं स्थाने एन इति भवति. वस्तुतः अत्र टाप् इति लेखति. टाप् टाप् प्रत्ययः खलु? टाप् प्रत्ययः. अनन्तरं स्थाने कर्मत्वं स्थाने करणत्वम् इति भवति. उत्तमम्. तर्हि अत्र एतद्वाक्यं पुनः भवती वदतु. अतः प्रकृत्यर्थस्य घटस्य आदेयतासम्बन्धेन प्रत्यार्थे कर्मत्वे अन्वयः इति वाक्यम् अत्र करणत्वं स्वीकृत्य वदतु. अतः कर्णत्वस्य स्वरूपसम्बन्धश्चेत् घटे दण्डे दण्डस्य एतदेव वाक्यं भगिनि अत्र अतः प्रकृत्यर्थस्य घटस्य इति वाक्यमस्ति खलु ओ प्रकृत्यर्थस्य अग्रिमवाक्यम् अस्तु अतः प्रकृत्यर्थस्य घटस्य आवेयतसम्बन्धेन प्रत्ययार्थे कर्मत्वे अन्वयः अतः प्रकृत्यर्थस्य दण्डस्य आवेयतसम्बन्धेन प्रत्ययार्थे कर्णत्वे अन्वयः उत्तमम् एवं मैत्राय इत्यत्र एवं मैत्राय इत्यत्र प्रकृत्यर्थस्य प्रकृत्यर्थस्य मैत्रस्य आदेयतसम्बन्धेन प्रत्यार्थे सम्प्रदानत्वे अन्वयः उत्तमम् इति अत्र नगरस्यापि एवं वक्तुं शक्यते अपादानस्य अधिकरणस्य अस्तु अग्रे पठतु भगिनि अत्र अत्र इदमपि चिन्त्यम् अत्र इदमपि चिन्त्यं घटं दण्डेन इत्यादौ विभक्त्या कारक उपस्थित्वात् संख्योपस्थितर उपस्थितिरपि भवति घटं दण्डेन इत्यादौ विभक्त्या कारक उपस्थित्वात् कारकोपस्थित्वात् कारक उपस्थितिवत् ओ क्षम्यतां कारको उपस्थितिवत् संख्यो उपस्थितिरपि भवति घटं दण्डः घटं दण्डेन इति विभक्तियुक्त पदमस्ति तत्र यत्र विभक्तियुक्तपदं कारकम् अपि तयोः पदेषु पदयोः विद्यमानः एवं संख्या अपि घटं दण्डे संख्या अपि संख्यायाः उपस्थितिः अपि घटं दण्डः घटः दण्डः वा संख्यायाः उपस्थितिः अपि भवति इति संख्या इति गुणः अस्ति खलु तस्य उपस्थितिः भवति इति अहं चिन्तयामि घटम् इत्यत्र इति वाक्यम् अत्र घटयोगः अम् तत्र अम् इति पदे तारक उपस्थितिः यथा अस्ति तथा अम् इत्यत्र संख्यायाः उपस्थितिः अपि अस्ति आम् आम् एकवचनं द्विवचनं बहुवचनं अग्रे पठतु सा संख्या परं दण्डघटा घटाद्य अन्वयिनी एव सा संख्या परं दण्डघटा घटाद्य अन्वयिनी एव दण्डघटादि अन्वयिनी एव सा संख्या अस्तु पूर्वं यदा प्रकृत्यर्थघटः प्रत्यार्थे कर्मत्वे अन्वयः तथैव संख्या सा संख्या घट दण्डः घट इत्यादि दण्डेन अन्वयः वा घटेन अन्वयः वा भवति संख्या अपि उत्तमम् तस्याः गुणरूपत्वात् प्रकृत्यर्थे समवायेन अन्वयः अस्तु संख्या इति संख्या गुणः अस्ति अतः प्रकृत्यर्थे इत्युक्ते प्रकृति अर्थे समवायसम्बन्धेन भवति अस्तु किन्तु तर्हि अत्र चित्रमस्ति खलु उपरि अत्र अम् इत्यत्र अधो कर्मत्वं लिखितं तर्हि तत्र अम् इत्यत्र पुनः तत्र कर्मत्वस्य स्थाने संख्या एका इति संख्या अपि लेखितुं शक्यते खलु अम् इति प्रत्ययः एकवचने अस्ति इति एकवचनबोधकप्रत्ययः अस्ति अम् इति प्रत्ययः इति कृत्वा कर्मत्वस्य स्थाने संख्या एकम् अथवा एका इति लेखितुं शक्यते तच एकत्वं कुत्र अस्ति एकत्वं घटे अस्ति स्वरूपसम्बन्धेन केन सम्बन्धेन स्वरूपसम्बन्धेन न समवायसम्बन्धेन समवायसम्बन्धेन आम् समवायसम्बन्धेन इति परिवर्तनीयम् आम् आमाम् इति परिवर्तनीयं तावदेव अत्र एकम् अथवा एकत्वम् इति संख्या समवायसम्बन्धेन घटे अस्ति इति अपि अम् इति प्रत्ययः एव बोधयति तर्हि केवलम् अम् इति प्रत्ययः केवलं कर्मत्वं न बोधयति किन्तु सङ्ख्यामपि बोधयति सत्यम् अतः एव अत्र लिखितं सा सङ्ख्या परं दण्डघटा गण्डादि दण्डघटादि अन्वयिनी अन्वयिनी इति स्त्रीलिङ्गपदयः पदमस्ति सङ्ख्यायाः सङ्ख्या इति विशेषणं वस्तुतः अत्र आदे उद्देशविधेयभावः अस्ति सङ्ख्या सङ्ख्याम् उद्दिश्य तत्र अन्वयिनित्वं विधीयते अन्वयित्वम् इत्येतत् सम्बन्धः विधीयते अस्तु पूरयतु भगिनि इत्थम् इत्थम् आवश्यकपदार्थवर्णनं कृतम् आवश्यकपदार्थवर्णनं कृतम् इत्युक्ते कस्य वर्णनं कारकपदार्थानां वर्णनं वा इत्युक्ते प्रत्ययः इत्युक्ते किं प्रकृतिः इत्युक्ते किम् अत्र केवलं निपातः इत्यस्मिन् विषये त्यक्तम् अन्यत् सर्वं चिन्तितम् तर्हि शक्तिः चिन्तिता अस्ति पदपदार्थयोः मध्ये या शक्तिः सा चिन्तिता अस्ति अपि च पदपदयोः मध्ये सम्बन्धः चिन्तितः अस्ति तदनन्तरं वाक्ये विद्यमानां पदानां सम्बन्धः चिन्तितः अस्ति प्रकृतिः इत्युक्ते का प्रत्ययः इत्युक्ते किं तयोः मध्ये कीदृशसम्बन्धः तत्र कारकत्वम् इति एतत् सर्वम् अस्माभिः चिन्तितम् इति कृत्वा शाब्दबोधं प्राप्तुं ये सामग्र्यः याः सामग्र्यः अपेक्षिताः ताः सर्वाः चिन्तिताः इति कृत्वा इदानीं शाब्दबोधं रीतिं निरूपयामः कथं शाब्दबोधः जायते वाक्यं श्रुत्वा कथं शाब्दबोधः जायते इत्यस्मिन् विषये इदानीम् अग्रे सरेम अस्तु बहु समीचीनं समयः जातः अत्र सगेम सर्वेभ्यो नमस्कारः धन्यवादाश्च